गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् परार्थ अनुमाने स्मः तत्र बहिः किमपि अस्माभिः अधीतं पञ्च अवयववाक्यानि भवन्ति सर्वेषु परार्थानुमानेषु तेन शाब्दबोधः जायते शाब्दबोधेन अनुमानसामग्री अपि श्रोतुः जायते तत्र हेतोः गुणद्वयं पक्षधर्मता अपि च व्याप्तित्वं तदनन्तरं तत्रैव अन्वयव्याप्तिः व्यतिरेकव्याप्तिः विद्यमानत्वं स्वीकृत्य यत्र यत्र अस्ति तत्र तत्र अस्ति इति तादृशं विद्यमानत्वं स्वीकृत्य वाक्यं रचयामश्चेत् सम्बन्धः चिन्तयामश्चेत् तादृशचिन्तनमेव अन्वयव्याप्तिः अभावं स्वीकृत्य चिन्तयामश्चेत् व्यतिरेकव्याप्तिः तेन हेतोः त्रैविध्यमपि भवति अन्वयव्यतिरेकीहेतुः केवलान्वयीहेतुः केवलव्यतिरेकीहेतुः व्यतिरेकहेतोः प्रयोजनं किं हेतुं प्रति प्रयोजनं किम् इति एतत् सर्वम् अस्माभिः चिन्तितं तदनन्तरम् इदानीं ग्रन्थकारः किं कुर्वन् अस्ति इति चेत् तत्र मूलग्रन्थकारेण वाक्यानि यानि उक्तानि तेषां विषये अत्र समर्थनं करोति तत्र निगमनजन्यबोधः इति विंशत्यधिकद्विशततमपुटे निगमनजन्यबोधः इति अस्ति ततः आरभ्य पठनीयं तदनन्तरं पक्षादिलक्षणम् इति एकः लघुपाठः अस्ति तदनन्तरं हेत्वाभासः इति पाठः आरप्स्यते अस्तु तर्हि प्रथमं निगमनजन्यबोधः इति पठेम सत्यभाम भगिनि आरब्धं करोति वा आं महोदय निगमनजन्यबोधः तस्मात् न तथा इति निगमनं सम्प्रति परिशीलयामः इयमिति उपनयगतं पञ्चवचनमत्र पक्षवचनमत्र अनुषजति इयं पृथ्वी तस्मात् गन्धाभावात् न तथा गन्धाभावाभाव न तथा इतरभेदाभावाभाववति इयं पृथ्वी गन्धाभावाभावात् न तथा इतरभेदाभावाभाववति अत्र तथा पदघटक तत्पदेन साध्याभावः इतरभेदाभावः बोध्यते नै तदभावबोधनात् तदभावबोधनात् इतरभेदाभावभाव उपस्थितिः स च इतरभेदाभावाभावः दर्शितरीत्या इतरभेदरूपः इति पृथ्वीरूपे पक्षे इतरभेदरूपसाध्यं बोध्यते पञ्चावयववाक्यजन्यशाब्दबोधोत्तरं व्यतिरेकपरामर्शः तच्च अनुमितिः ततश्च अनुमितिः उत्पद्यते इति प्रागुक्तमेव अत्र अत्र तस्मात् न तथा इति निगमनवाक्यम् उक्तमस्ति. वाक्यं वाक्येन तस्मात् पूर्वम् इयं पृथ्वी कीदृशी उक्तमस्ति आसीत् गन्धाभावा भाववती इति निरूपितम्. अतः एव तस्मात् इति वक्तुं शक्यते इति मम विवक्षा. प्रथमम् एकनिमिषम् अत्र क्रमेण गच्छेम. निगमनवाक्यं किम्? तस्मात् न तथा. अस्तु, निगमनवाक्यं स्वयं सम्पूर्णं वा तत्र किमपि अनुवर्तनीयं वा? अनुवर्तनीयं. तस्मात् अनुवर्तनीयं. तस्मात् व्याप्तिज्ञानं पूर्व हेतु न यथा सूत्रेषु पाणिनिसूत्रेषु अनुवर्तनं कुर्मः खलु पूर्वस्मात् सूत्रात्. एवम् अत्र शृणोतु भगिनि, मम प्रश्नं श्रुत्वा तदनन्तरं वदतु. तत्सस्मात् न तथा इति निगमनवाक्यमस्ति, किन्तु स्वयम् एतद्वाक्यं सम्पूर्णं वा नो चेत् अत्र अन्यत् किमपि पदम् अनुसञ्जनीयं वा अनुवर्तनीयं वा इति प्रश्नः. अनुवर्तनीयं. किं पदम् अनुवर्तनीयम्? किं पदम् अनुवर्तनीयं कस्मात्? तत् कस्मात् इत्युक्ते प्रथमं किं तद्वदतु, तदनन्तरं कस्मात्. किं पदम् अनुवर्तनीयम्? तस्मात् हेतु अनुवर्तनीयं. न भवती न अवगच्छत्येव. मया किं चिन्तितं, पूर्वं किं वयं निरूपितवन्तः. न मम प्रश्नस्य अन्यद् विषयं कृपया मा चिन्तयतु. अनुवर्तनम् इत्युक्ते किम्? अनुवर्तनं मीन्स् वाट् इस् आल्रेडि सेड् यु हाव् टु रिपीट् इट् अगेन्. हा खलु, यथा इको इको यणचि इति, तदनन्तरं अचि इति पदम् अन्येषु सूत्रेषु अनुवर्तते अस्मात् सूत्रात्. एवं तस्मान्न तथा इति वाक्ये किं पदम् अनुवर्तनीयम्? व्याप्ति. न अत्र यद् भवती पठितवती इयम् इति उपनयगतं पक्षवचनम् अत्र अनुसज्जति. इयं पृथ्वी इति वा? न, इयम् इति पदम्. इयम् इति पदं कुत्र अस्ति? पूर्वस्मिन् उपनयम् उपनयवाक्ये अस्ति. हा, उपनयवाक्यस्य आकारः कः? इयं तत् न अयम् इति न च अयं. क्षम्यता, न सम्पूर्णवाक्यं वदतु. वयं न्यायवर्गे स्मः. गते पुटे अस्ति 219 पेज् मध्ये स्थूलाक्षरैः लिखितम्. न चेयम् इति न च अयम् इति अत्र लिखितम्. इतरेभ्यो न विद्यते न तत् गन्तवत् इति. भगिनि स्थूलाक्षरैः अद्य उत्थानं कृतवती वा न वा? हव् यु ओपन् अप् ओर् नाट्? बहु किमपि क्लेशः करोति महोदय. अत्र व्यतिरेकेण उपनयः गते भगिनि 219th पेज् मध्ये स्थूलाक्षरैः अधस्तात् द्वितीयपरिच्छेदे स्थूलाक्षरैः किमपि लिखितमस्ति, तदेकवारं पठति वा? गन्धाभाववता तद् नास्ति, तस्मात् पूर्वम्. अत्र किमपि न लिखितं. न च इयं तथा इति दृश्यते वा न वा? इदानीं दृश्यते भवती न एतावत् पर्यन्तम् उत्थितवती अस्ति न च इयं तथा इति अस्ति खलु आम् स्थूलाक्षरैः लिखितमस्ति खलु अस्ति तर्हि तदेव उपनयवाक्यम् ओके न च इयं तथा इति चत्वारि पदानि सन्ति तस्मिन् वाक्ये तस्मात् वाक्यात् इयम् इति पदम् अनुवर्तनीयं कुत्र निगमनवाक्ये तस्मान् न तथा इत्यस्मिन् वाक्ये इयम् इति पदम् अनुसञ्जनीयं तर्हि इयं तस्मात् न तथा इति सम्पूर्णनिगमनवाक्यं बुद्धं वा बुद्धं एतद् वक्तुं कः क्लेशः क्लेशः नास्ति अनुसर्जनीय इति पदस्य इदानीं बुद्धं महोदय अहं चिन्तितवती तस्मात् इत्यनेन अहं चिन्तितवती हेतु अदर्वैस् व्याप्तिविषये उक्तम् इति इदानीम् अनुवर्तनं मीन्स् सिम्प्लि केरि ओवर् फ्रम् द प्रीवियस् सूत्र फ्रम् द प्रीवियस् वाक्य That's all. क्रमेण चिन्तयेन अस्तु इयं तस्मात् न तथा अत्र इयम् इति सर्वनामशब्देन किमुक्तम् पृथ्वी उक्तम् हा उत्तमम् एकैकम् अग्रे मा गच्छतु कृपया इयं पृथिवी तस्मात् इत्यनेन किम् अवगन्तव्यं तस्मात् इति सर्वनामशब्देन किम् अवगन्तव्यम् इयं पृथिवी तस्मात् भवती भगिनी अत्र यदहं पृच्छामि तत् सर्वं भवती इदानीमेव पठितवती तृतीयवाक्यं पठतु एकवारं गन्धाभावाभाववात् इति पुनः पठतु किमर्थम् अत्र भावाभावात् तस्मात् गन्धाभावाभावात् न तथा तथा इत्यनेन किम् अवगन्तव्यम् न गन्धाभाववती न जानीते किं जायमानमस्ति इति अत्र अत्र साक्षात् लिखितमस्ति तत् पठतु भगिनि अत्र कः क्लेशः न तथा इतरभेदाभाव अभाववती न तथा तथा इत्यनेन इतरभेदाभावाभाववती इयम् इति पदेन पृथिवी तस्मात् इति पदेन गन्धाभावाभावात् तथा इति पदेन इतरभेदाभावाभाववती बुद्धं खलु अस्तु इदानीं गन्धाभावाभावः इत्यनेन किम् अवगन्तव्यम् गन्धः एव अवगन्तव्यम् उत्तमम् इतरभेदाभावाभाववती इत्यनेन किम् अवगन्तव्यम् इतरभेदाभाववती इति इतरभेदरूपः इति इतरभेदाभावाभाववती इत्यनेन किम् अवगन्तव्यम् इतरभेदवती इति एव उत्तमम् तर्हि पृथिवी गन्धवती न तथा अत्र न तथा इति इतरभेदवती तर्हि गन्धवती पृथिवी इतरभेदवती इति निगमनं तदेव निरूपणीयं खलु पृथिवी इतरभेदवती गन्धवत्वात् तदेव निरूपणीयं तदेव प्रतिज्ञावाक्यम् आसीत् खलु अनुमानवाक्यम् आं महोदय अस्तु तावदेव अत्र उक्तं तस्मान्न तथा इति वाक्यं निगमनवाक्यमस्ति तत्र इयम् इति पदम् अनुसञ्जनीयम् इयम् इत्यनेन पृथिवी अवगन्तव्यः अस्ति अवगन्तव्या अस्ति तस्मात् इति पदेन गन्धवत्वात् इति अवगन्तव्यम् अस्ति तदनन्तरं न तथा इति इत्यनेन इतरभेदवती इति अवगन्तव्यमस्ति. तर्हि पृथिवी इतरभेदवती गन्धवत्वात्. तर्हि न तथा इत्यनेन इतरभेदाभावाभाववति इति आगच्छति. तत्र न इति अपि अभावम् इति पदं तत्र योजितमस्ति तावदेव. अत्र वस्तुतः किमपि नास्ति. अस्तु, अनेन निगमनवाक्येन, निगमनवाक्यम् इति वाक्यं, निगमनवाक्येन शाब्दबोधः जायते. अनेन शाब्दबोधेन अनुमानसामग्री किं जायते वदति वा? परामर्शज्ञानस्य पक्षधर्मदा अपि च व्याप्तिज्ञानं द्वयमपि लभ्यते. तत् परामर्शज्ञानं जायते इति वदति चेत् पर्याप्तं खलु? तावदेव. तर्हि परामर्शः जायते. परामर्शः इति सामग्री आवश्यकम्. तर्हि यदा परामर्शः जायते तदनन्तरं किं भवति? अनुमितिः जायते. हा, उत्तमम्. अनुमितिः का? इयं पृथ्वी गन्धा इतरे इतरेभ्यो भिद्यते. इतरभिन्नः, इतरभेदवती. पृथिवी इतरभेदवती. यथा पर्वतः वह्निमान् तथा पृथिवी इतरभेदवती इति अनुमितिः जायते. हा, क्षम्यतां, मम पौत्री आगतवती. अस्तु, किं सत्यभाम भगिनी, सर्वं बुद्धं किं? बुद्धं महोदय. हा, तावदेव अत्र अस्ति. अस्तु, अत्र नया तदभावबोधनात् इतरभेदाभावाभाव उपस्थितिः. अत्र पूर्वं चिन्तितं खलु, नै विषये कथं योजनीयम् इति अस्माभिः पठितं, पुनः स्मारयतु कृपया. अत्र नै तत् तत् तस्मात् तद् इत्यनेन इतरभेद भेदाभावः स्मात् इति बोध्यत्वं, तदनन्तरं न इत्यनेन अभावः, तत् पुनः इत्यनेन द्वितीय तत् अस्ति इतरभेदः, था इत्यनेन आश्रयत्वम्, अयम् इयम् इत्यनेन पृथ्वी. भगिनि, अत्र मम प्रश्नः एवमस्ति, नै इति कुत्रचित् दृश्यते चेत् वाक्ये तत् कथम् अनुसञ्जनीयम् इति प्रश्नः. तस्मिन् विषये किम् अस्माभिः अवगतम्? प्रथमं नै निष्कास्य पदस्य अर्थम् अन्वयं करणीयं. तदनन्तरं नै कुत्र आगत अर्थम् अनुसृत्य कुत्र इति दृष्ट्वा तत्र स्थापनीयं. विवक्षामनुसृत्य, विवक्षामनुसृत्य, विवक्षामनुसृत्य अत्र स्थापनीयम् इति पठितं खलु? तदेव अत्र दत्तमस्ति. न तथा, अत्र न तथा इति अस्ति. तर्हि तथा इति पदेन किं? तथा इत्यत्र तत् इति अपि पदमस्ति, तदनन्तरं थाल् इति प्रत्ययः अस्ति. तेषां सर्वेषाम् अर्थः अस्माभिः अवगतं खलु? तदनन्तरम् अत्र न इति योजनीयं, तत्र अभाव तदेव अत्र उक्तं नया तदभावबोधनात् इतरभेदाभावाभाव उपस्थितिः स च इतरभेदाभावाभावः दर्शितरीत्या इतरभेदरूपः. इतरभेदाभावाभावः इत्युक्ते इतरभेदः एव इति पृथिवीरूपे पक्षे इतरभेदरूपसाध्यं बोध्यते. बुद्धं वा? बुद्धम्. अस्तु अस्तु, अग्रे गच्छामि तर्हि. कः पठति? स्वामी महोदय पठति वा पक्षादिलक्षणम् इति? धन्यवादः भगिनि. आं महोदय, अत्र मम क्लेशः कुत्र अस्ति इति चेत् इयं पृथ्वी तस्मात् गन्धः अभाववत् न तथा इति तत् लैन् अस्ति खलु, अत्र एव आसीत्. इदानीम् अवगतम्, अर्थम् पूर्वमेव अवगतवती, किन्तु तस् अत्र तस्य लैन् किमस्ति तस्य अर्थं न जानामि. तदेव प्रत्येकं पदस्य अर्थः उक्तः तावदेव. अस्तु, समीचीनं, धन्यवादः, भवतु, चिन्ता मास्तु. अग्रे स्वामी महोदय. पक्षादिलक्षणं महोदय, एतावता ग्रन्थेन व्याप्तेः द्वैविध्यं तद् उभयवत्तया एकैकवत्तया वा हेतोः त्रैविध्यं च निरूपितम्. तत्र पृथिवी इतरेभ्यः भिद्यते इत्यस्मिन् स्थले अन्वयदृष्टान्तः कुतः नास्ति इति चिन्तायाम् अन्वयव्याप्तेः ज्ञानार्थं पक्षभिन्नं स्थलम् आवश्यकम्. प्रकृते सर्वस्यां पृथिव्यां साध्यस्य संशयात् न तादृशं स्थलमुपलभ्यते इति व्यतिरेकव्याप्तिः एव जलादो ग्राह्या इति उक्तम्. तत्र अन्वयव्याप्तिः कुतः नास्ति इति शङ्कावारणाय अन्ततः उक्तं पृथिवी मात्रस्य पक्षत्वात्, यस्मात् सर्वा पृथिवी पक्षः, अतः न अन्वयव्याप्तिग्रहः इति तदर्थः. तत्र पृथिवीमात्रस्य पक्षत्वात् इत्यस्यां पङ्क्तौ पक्षपदं प्रयुक्तं, तदर्थस्तु नैतावता उक्तः, आवश्यकं च तन्निरूपणम्. वक्ष्यमाणे हेत्वाभासप्रकरणे पक्षादीन् आदाय अनेकेषां हेत्वाभासानां पक्षमानत्वात् अतः पक्षम् आदौ आह. अस्तु, किञ्चित् तावद् वदतु. आम्, यु विल् बि फर्दर् चालेञ्ज्ड् महोदय. नौ न न, अत्र अत्र यद् यद् लिखितमस्ति तत् किमपि नूतनं नास्ति, केवलम् अत्र सङ्ग्रहरूपेण पुनस्मारणं कृतं तावदेव. अस्तु, क्रमेण पश्यामि, पुनः एकवारं पठतु. एतावता ग्रन्थेन व्याप्तेः द्वैविध्यम्. अस्तु, तावत् तत्र व्याप्तेः द्वैविध्यं किम्? द्विधव्याप्तेः नाम का इति वदति वा? व्याप्ति अन्वयव्याप्ति व्यतिरेकव्याप्ति तदेव तावदेव. अन्वयव्याप्तिः इति एका नाम, व्यतिरेकव्याप्तिः इति द्वितीय नाम. अस्तु, अग्रे. तत् उभयवत्तया एकैकवत्तया वा हेतोः त्रैविध्यं च निरूपितम्. अस्तु, तर्हि त्रिविधहेतोः नाम किम्? प्रत्येकं हेतोः नाम किम्? हेतोः त्रैविध्यम्। एतत् सर्वम् अस्य वर्गस्य आरम्भे मया उक्तम्, अस्यैव वर्गस्य आरम्भे मया उक्तम्। क्षम्यतां महोदय, किञ्चित् स्मारयति वा? अस्तु, अन्य कोऽपि स्मारयतु, वर्षा भगिनी स्मारयतु कृपया। केवल अन्वयी, केवलव्यतिरेकी, अन्वयव्यतिरेकी। हा, अन्वयव्यतिरेकी हेतुः, केवलान्वयी हेतुः, केवलव्यतिरेकी हेतुः इति त्रैविध्यं तावदेव। किं स्वयं महोदय? हा, अत्र किमपि नास्ति, सर्वं नूतनं किमपि नास्ति, सर्वं सरलमेव। तर्हि यस्मिन् हेतौ अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि भवति तद् अन्वयव्यतिरेकी हेतुः। अन्वयव्यतिरेकी हेतोः उदाहरणम् एकं वदतु। यत्र यत्र न, हेतोः उदाहरणम् एकमेव पदं वक्तव्यं, हेतोः नाम किम्? धूमत्वात्। धूमः, धूमत्वादिति पञ्चमी किमर्थं वदति? धूमः, धूमः इति हेतुः अन्वयव्यतिरेकी हेतुः अस्ति। किमर्थं धूमः अन्वयव्यतिरेकी हेतुः? यत्र वह्निः अस्ति तत्रैव अस्ति इति कृत्वा, अभावे एतदपि अभावः अस्ति, साध्याभावः। समीचीनतया वदतु, अत्र भवतः आशयः न बुद्धम्। हेत्वाभावे साध्याभावः अपि अस्ति इति कृत्वा, तद्वाक्यमेव अशुद्धमस्ति। हेत्वाभावे साध्याभावः इति वा? अन्वय अन्वयव्याप्तिवाक्यं वदतु धूमं स्वीकृत्य। हेत्वत्वं साध्यत्वं धूमं स्वीकृत्य वदतु। अस्तु, धूमः इति हेतुः, यदि धूमः हेतुः तर्हि साध्यं किं भवति? वह्निः। अस्तु, तर्हि इदानीं धूमः इति हेतुः, वह्निः इति साध्यं स्वीकृत्य अन्वयव्याप्तिवं वदतु। यत्र यत्र धूमः तत्र तत्र वह्निः। उत्तमम्, इति अन्वयवाक्यं। किमर्थमिति चेत् अत्र अस्तित्वं स्वीकृत्य वदामः। तर्हि इदानीं व्यतिरेकव्याप्तिवाक्यं वदतु। यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः। हा, तर्हि यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः खलु? भवता किमुक्तं? यत्र यत्र हेत्वाभावः तत्र तत्र साध्याभावः इति उक्तम्। महोदय, ऐ थिंक। अस्तु, तर्हि अन्वयव्यतिरेकी हेतोः उदाहरणमस्ति धूमः। केवलान्वयिहेतोः उदाहरणं वदतु। केवलान्वयिहेतोः उदाहरणम्। केवलान्वयि इतरेभ्यः विद्यते तु केवलव्यतिरेकमस्ति। अस्तु, वर्षा भगिनी सहायं करोतु कृपया। यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति। तर्हि केवलान्वयी हेतोः उदाहरणं किम्? प्रमेयत्वम्। उत्तमं, प्रमेयत्वं केवलान्वयी हेतोः उदाहरणं प्रमेयत्वम्। अस्तु, भवती एव वदतु भगिनि, किमर्थम् अत्र केवलान्वयी हेतुः भवति? अत्र प्रमेयत्वस्य अविधेयत्वस्य च व्यतिरेकव्याप्तिः न वक्तुं शक्नुमः। द्वे अपि अविधेयत्वस्य च प्रमेयत्वस्य अभावः अत्र कुत्रापि न वर्तते इति कृत्वा। किमर्थं न वर्तते, किमर्थम् उभयोः अभावः न वर्तते? अत्र सर्वत्र अस्ति इति कृत्वा वयं न अभावः न वक्तुं शक्नुमः। इत्युक्ते सर्वस्य प्रमेयत्वात्, सर्वस्य प्रमेयत्वात् प्रमेयत्वं केवलान्वयी हेतुः, सर्वस्य अभिधेयत्वात् अभिधेयत्वं केवलान्वयी साध्यं भवति। भवतु, अत्र अन्ततो गत्वा किं वक्तव्यं चेत् सर्वस्य प्रमेयत्वात् तदेव हेतुः। अस्तु, उत्तमं। स्वामिमहोदय, एतत् सर्वं कृपया मनसि संस्थापयतु। एतत् उदाहरणस्य महत्त्वं किम् इति चेत्, यदा एतेषां पाठानाम् उपयोगः वेदान्ते कुर्मः तत्र मनसि उदाहरणमस्ति चेद् एव बोधः झटिति भवति, नो चेत् बहु किमपि चिन्तनीयं भवति। यथा पाणिनिसूत्रं सूत्राणि वयं पठेम, तत्र अनेन सूत्रेण कुत्र कार्यं भवति इति एकम् उदाहरणं मनसि संस्थापयामश्चेत् महान् उपयोगाय भवति। अस्तु, भवानेव वदतु, इदानीं तृतीयविधहेतुः कः? केवलव्यतिरेकी। उदाहरणं किम्? पृथिवी इतरेभ्यः भिद्यते। हेतो, एकमेव पदं वक्तव्यं, मम प्रश्नस्य साक्षात् उत्तरं वक्तव्यं, वन् वर्ड् आन्सर्। गन्धवत्वात्, गन्धवत्वं, गन्धवत्वात् इति मा वदतु, गन्धवत्वं खलु, गन्धवत्वं, हा, गन्धवत्वं केवलव्यतिरेकी हेतोः उदाहरणं। किमर्थं गन्धवत्वं केवलव्यतिरेकी हेतुः? अन्यत् सर्वे अभावः अस्ति, तस्य अभावः अस्ति। पुनः वदतु, वाक्यं समीचीनतया रचनीयम्। अन्यपदार्थेषु अन्य इति कः? पृथिवी विहाय इति वक्तव्यम्। अन्य इति पदस्य किमपि अर्थः नास्ति खलु, स्वयं पृथिवीं विहाय। अस्तु, इदानीं पूरयतु, समीचीनं, पृथिवीं विहाय। पृथिवीं विहाय अन्यपदार्थेषु गन्धस्य अभावः अस्ति इति कृत्वा, गन्धः न लभ्यते इति कृत्वा अत्र अन्यद् उदाहरणमेव न वक्तुं शक्यते, गन्धवत्वात् इति, यथा इति वक्तव्यं खलु, यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसं तथा पृथिवी इतरभेदवती गन्धवत्वात्, यथा इति अन्वय उदाहरणं न वक्तुं शक्यते। किमर्थम् इत्युक्ते गन्धवत्वं केवलं पृथिव्यामेव अस्ति, गन्धवत्वं पृथिव्याः लक्षणमस्ति, गन्धवती पृथिवी इति लक्षितम् इति कृत्वा, इति कृत्वा एषः हेतुः केवलव्यतिरेकी हेतुः। अस्तु, अग्रे पठतु महोदय। तत्र पृथिवी इतरेभ्यः भिद्यते इत्यस्मिन् स्थले अन्वयदृष्टान्तः कुतः नास्ति इति चिन्तायाम् अन्वयव्याप्तेः ज्ञानार्थं पक्षभिन्नं स्थलम् आवश्यकम्। अत्र एतदेव इदानीम् उक्तं खलु, अन्वयव्याप्तेः यथा इति किमपि वक्तव्यं, यत्र यत्र यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदत्वं यथा इति किमपि वक्तव्यं, तत् तत् स्थलं पक्षभिन्नं भवेत् खलु। किन्तु तादृशस्थलं नास्ति, नास्ति एव, किमपि अन्यं नास्ति। अस्तु, हा अग्रे। प्रकृते सर्वस्यां पृथिव्यां साध्यस्य संशयात् न तादृशं स्थलम् उपलभ्यते इति व्यतिरेकव्याप्तिः एव जलादौ ग्राह्य इत्युक्तम्। तादृशस्थलं न उपलभ्यते पृथिव्याम् एव। किमर्थं किमर्थम् अत्र पृथिवी एव उदाहरणत्वेन किमर्थं न स्वीकर्तुं शक्यते महोदय, पुनः पृच्छति वा? यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदत्वं यथा पृथिवी इति किमर्थं पृथिवी न वक्तुं शक्यते अत्र उदाहरणत्वेन? यत्र यत्र गन्धवत्वम् इति केवलं पृथिव्यामेव लभ्यते खलु, अन्यः कुत्रापि न लभ्यते। वदामि उदाहरणत्वेन, यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदत्वं यथा पृथिवी इति किमर्थं यथा पृथिवी इत्युक्ते अन्येषु अपि लभ्यते इति भाति, पृथिवी एकम् इति उदाहरणं। किमर्थं तादृशं भाति? यथा पृथिवी इत्युक्ते पृथिवी एकम् उदाहरणमस्ति, द्वितीय उदाहरणमपि भवितुम् अर्हति इति। न न नास्ति तादृशं नास्ति। यथा महानासम् इति उक्तं खलु महोदय, किन्तु देर् मेनि अदर् प्लेसेस् वेर् अग्नि केन् बि यथा अग्नि। But that is not the reason why you cannot say यथा पृथिवी। यद् वाक्यं भवता पठितं तत्रैव अस्य प्रश्नस्य उत्तरमस्ति। पुनः एकवारं पठतु। प्रकृते सर्वस्यां पृथिव्यां साध्यस्य संशयात् तावत् तत्रैव अस्ति मम प्रश्नस्य उत्तरं, तत्रैव अस्ति यदि भवान् अवगच्छति। साध्यस्य संशयात् पृथिव्याम् अस्ति वा? न बुद्धं महोदय। अत्र संशयात् इति पदं किमर्थं प्रयुक्तम् अस्मिन् वाक्ये? अस्तु, संशयः इति भवान् अवगच्छति खलु? आं महोदय, संशयः। संशयस्य विषयः कः? कस्मिन् विषये संशयः? साध्यस्य विषये। क्षम्यतां महोदय, अहम् अधुना वक्तुं शक्नोमि। अस्तु अस्तु, समीचीनं महोदय, अहम् आह्वयामि। साध्यस्य विषये संशयः अस्ति। साध्यस्य विषये, केवलं साध्यस्य विषये इत्युक्ते साध्यम् अत्र किं किं साधनीयमस्ति? इतरेभ्यः विद्यते इति, इतरभेदः इति स्वीकरोतु, इतरेभ्यः विद्यते इति वाक्यं तद् परिवर्तितं खलु। इतरभेदः, इतरभेदः साधनीयः, किन्तु इतरभेदः कुत्र साधनीयः? पृथिव्यां पक्षे खलु? पक्षे महोदय। हा, तर्हि इदानीं सन्देहस्य विषयः किं? पक्षमपि योजयित्वा उत्तरं वदतु। पृथिव्याम् इतर उत्तमं, हा पूरयतु, पृथिव्याम् अस्ति वा इति किमस्ति भेदः इतरभेदः सम्पूर्णं वदतु महोदय पृथिव्याम् इतरभेदः अस्ति वा इति अस्ति वा न वा इति सन्देहः खलु आम् महोदय हा पृथिव्याम् इतरभेदः अस्ति वा न वा इति सन्देहमस्ति चेत् इदानीं पृथिव्याम् इतरभेदः अस्ति वा न वा इति एव सन्देहः खलु तर्हि इदानीं पृथिवी साध्य सन्दिग्धवान् जातः सन्दिग्धसाध्यवान् जातः साध्यम् अस्ति वा पक्षे अस्ति वा न वा इति यस्मिन् स्थले सन्देहः अस्ति साध्यमस्ति वा न वा तत्स्थलं कथं वा उदाहरणत्वेन उपयोगं कर्तुं शक्नुमः यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदत्वं यथा पृथिवी इति न वक्तुं शक्यते किमर्थम् इति चेत् तत्र तत्र इतरभेदत्वम् इति इदानीं पृथिवी यत् पक्षमस्ति तस्मिन् इतरभेदत्वं तस्याम् इतरभेदत्वम् अस्ति वा न वा इति सन्देहः अस्ति खलु अस्ति महोदय हा इति कृत्वा तर्हि मम प्रश्नस्य उत्तरं मम प्रश्नः कः आसीत् किमर्थं यथा पृथिवी इति न वक्तुं शक्यते इति प्रश्नः इदानीम् उत्तरं ददातु साध्यस्य संशयात् हा पक्षे अत्र पक्षे इत्यपि योजनीयम् पक्षे साध्यस्य संशयात् संशयं वर्तते इति कृत्वा पक्षः उदाहरणत्वेन न वक्तुं शक्यते बुद्धं खलु बुद्धं महोदय पक्षे यथा भवता उक्तं तादृशं नास्ति इत्युक्ते एकमेव स्थलं अत्र अन्यस्थलं नास्ति इति तादृशचिन्तनं नास्ति किमर्थं यथा पक्ष यथा पृथिवी इति न वक्तुं शक्यते इति चेत् पक्षं विना पक्षे तु साध्यमस्ति वा न वा इति सन्देहः अस्ति तर्हि पक्षं स्वीकृत्य अत्र न वक्तुं शक्यते उदाहरणत्वेन वक्तुं शक्यते पक्षं विहाय अन्यत् किमपि स्थलमपि नास्ति इति कृत्वा अन्वयव्याप्तिः अत्र न भवति बुद्धं खलु आं महोदय एतावत् हा इति व्यतिरेकव्याप्तिः एव जलादौ ग्राह्या अस्तु इदानीं जले किं गृहीतमस्ति का व्यतिरेकव्याप्तिः जले गृहीतमस्ति गन्धाभाव व्याप्तिः इत्युक्ते अत्र वाक्यं वक्तव्यं यत्र यत्र तत्र तत्र इति तादृशं वाक्यं वक्तव्यं सम्बन्धः अस्ति खलु व्याप्यव्यापकभावयोः व्याप्ययोः मध्ये व्यापकव्याप्ययोः मध्ये सम्बन्धः अस्ति खलु तर्हि तादृशं वदतु यत्र इतरेभ्यः न यत्र यत्र यत्र यत्र इतरेभ्यः न भिद्यते महोदय अत्र इतरेभ्यः भिद्यते इति वाक्यम् आसीत् तत्र क्रियापदमस्ति तद् अस्माभिः इतरभेदः इति उक्तं खलु इतरभेदः तर्हि यत्र यत्र यत्र यत्र इतरभेदः न तत्र तत्र न गन्ध अत्र न इति नै इति किमर्थं तत्र नै नै इति न प्रयोगं करोतु अत्र अभावः इति योजयतु नयस्थाने तत्र तत्र गन्धाभावः आरम्भतः वदतु यत्र यत्र इतरभेदः तत्र तत्र गन्धाभावः इति भवान् किम् अत्र अन्वयव्याप्तिवाक्यं वदति वा व्यतिरेकव्याप्तिवाक्यं वदति वा व्यतिरेकव्याप्तिः यत्र यत्र यत्र इतरभेदः अस्ति इति वाक्यं भवति वा न न अभावः एव भवेत् हा तर्हि यत्र यत्र गन्धाभावः तत्र तत्र इतरभेदः सम्पूर्णभ्रमः जातः नो साई महोदय दिस् इस् इम्पार्टेण्ट् इफ् यु डु नाट् गेट् दिस् यु विल् नाट् बि एबल् टु स्टडि अड्वान्स्ड् ग्रन्थस् इन् वेदान्त फर्गेट् अबौट् न्याय यु विल् नाट् बि एबल् टु स्टडि अड्वान्स्ड् ग्रन्थस् इन् वेदान्त इफ् यु डु नाट् गेट् दिस् अस्तु मेहुल् महोदय अत्र साहाय्यं करोतु महोदय अत्र व्यतिरेकव्याप्तिः कः अस्तु महोदय यत्र यत्र इतरभेदत्व अभावः तत्र तत्र गन्धवत्व अभावः इति व्यतिरेकव्याप्तिः उदाहरणं यथा जलं यथा जलं यत्र यत्र इतरभेदाभावः तत्र तत्र गन्धवत्वाभावः यथा जलं जले इतरभेदाभावः अस्ति अपि च गन्धवत्वाभावः अपि अस्ति उभयमपि अस्ति इति एव व्यतिरेकव्याप्ति ग्राह्यः अस्ति अपि च तदनन्तरं तत्र प्रतियोगित्वं साध्याभाव साध्याभावव्यापकाभावप्रतियोगित्वम् एव अत्र व्यतिरेकव्याप्तिस्थले लक्षणत्वेन अस्माभिः स्वीकृतम् इति कृत्वा एतत् सर्वम् अस्माभिः चिन्तितम् कृपया एकवारं पुनः पठन्तु मनसि संस्थापयन्तु because there is no point in investing time in all these exercises and then forgetting it. You would have to put in that effort and get it registered in your mind. Please, this is not for my sake. It's for your own sake. Otherwise, the time that you are investing in studying this will not come in handy when you want to use it. Bhavatah yat trigapti chintanam iti spreadsheet madhye यत् लिखितमस्ति तद् बहु समीचीनमस्ति तद् यदि तद् यदा सावधानतया पठामः चेत् सर्वम् अवगमनं भवति इति अहं मन्ये सत्यं सत्यं सरलं रीत्या उदाहरणरूपेण तत्र सर्वं तत्र अस्ति आम् अस्तु तर्हि इदानीं भवान् एव महोदय अग्रे इदानीं तत्र अन्वयव्याप्तिः इति आरभ्य अस्तु तत्र महोदयेन स्वामिमहोदयेन पठितं किन्तु वाक्यशः पठित्वा किञ्चित् प्रतिपादय अस्तु तत्र अन्वयव्याप्तिः कुतः नास्ति कुतो नास्ति इति शङ्कावारणाय अन्ततः उक्तं पृथ्वीमात्रस्य पक्षत्वात् अस्तु अत्र अत्र जलादौ व्यतिरिकव्याप्तिः एव स्वीकृतं तर्हि अन्वयव्याप्तिः किमर्थं तत्र नास्ति इति शङ्का अस्ति तर्हि तस्य समाधानं कुर्मः इच्छति अतः अन्ततो महोदय अत्र किञ्चित् परिवर्तनीयं व्यतिरेकव्याप्तिः कुत्र स्वीकृतं जलादौ इति भवता उक्तं किं न न अत्र व्यतिरेकव्याप्तिः एव जलादौ स्वीकृतम् अन्वय व्यतिरेकव्याप्तिः कुत्र अस्ति इदानीं व्यतिरेकव्याप्तिः अत्र यथा जलम् इति उदाहरणं वयं स्वीकृतं व्यतिरिकव्याप्तेः तस्मिन् वाक्ये यत्र यत्र इतरभेदाभावः तत्र तत्र गन्धवत्वाभावः यथा जलम् इति न अत्र किञ्चित् परिष्कर्तव्यं महोदय प्रथमं व्याप्तिः कुत्र भवेत् ओ हेतौ भवेत् हेतौ तर्हि अत्र हेतुः कः हा अस्तु व्यतिरिकव्याप्तेः खलु तत्र न अस्मिन् सन्दर्भे केवलव्यतिरेकस्थले हेतुः गन्धवत्वम् इति हेतु तर्हि इदानीं व्यतिरेकव्याप्तिः कुत्र अस्ति गन्धवत्वे अस्ति हा इति वक्तव्यं जलादौ नास्ति व्यतिरेकव्याप्तिः गन्धवत्वे अस्ति सत्यं जलमिति केवलम् उदाहरणमस्ति परन्तु यत्र यत्र इतरभेदाभावः तत्र तत्र गन्धवत्वाभावः इति व्यतिरेकव्याप्तिः गन्धवत्वे अस्ति उदाहरणं तु उदाहरणे जले साध्यमपि अस्ति हेतुः अपि अस्ति उभयमपि अस्ति तत्र तर्हि जलादौ व्यतिरेकव्याप्तिः इति न वक्तव्यं व्याप्तिः तु सर्वदा हेतौ भवेत् आम् सत्यं व्याप्तिः हेतोः गुणद्वयं भवेत् इति अस्माभिः अधीतं खलु तत् किम् इति पुनः स्मरयति वा व्याप्तिज्ञानम् अपि च पक्षधर्मता ज्ञानं व्याप्तिज्ञानं हेतौ इत्युक्ते व्याप्तिः हेतौ भवेत् अपि च स च हेतुः पक्षे भवेत् इत्युक्ते पक्षधर्मता हेतौ भवेत् पक्षधर्मता हेतौ सत्यं हा व्याप्तिः अपि च पक्षधर्मता इति गुणद्वयं हेतौ भवेत् अस्तु इदानीं अत्र मध्ये किञ्चित् परिष्कृतम् अतः एकवारं पुनः पठित्वा अस्तु कुतः पठति तत्र अन्वयव्याप्तिः कुतो नास्ति इति शङ्कावारणाय अन्ततः उक्तं पृथिवीमात्रस्य पक्षत्वात् अस्तु तर्हि अन्वयव्याप्तेः पक्षभिन्नस्थलम् आवश्यकम् अस्ति तस्य ज्ञानार्थं तर्हि अन्वयव्याप्तिः किमर्थं नास्ति इति शङ्का अस्ति चेत् शङ्का अस्ति अतः एव अन्ततो गत्वा अत्र ग्रन्थकारेण लिखितमस्ति पृथिवीमात्रस्य पक्षत्वात् तर्हि केवलं पृथिवी एव पक्षरूपेण अत्र भवति किमर्थम् इत्युक्ते गन्धवत्वम् इति केवलं पृथिव्यां वर्तते अन्यत् अन्यत्र कुत्रापि न वर्तते अतः एव अत्र अन्वयव्याप्तिः न वक्तुं शक्नुमः अतः एव पृथिवीमात्रस्य पक्षत्वात् इति लिखितमस्ति ग्रन्थकारेण महोदय अत्र अतः पुनः केवलं पुनस्मारणार्थं पृच्छामि किमर्थं पृथिवी उदाहरणत्वेन न स्वीकर्तुं शक्यते अत्र पृथिवी इति पक्षः अस्ति अतः एव पुनः तदेव उदाहरणरूपेण न वक्तुं शक्नुमः अपि च किमर्थम् अपि च तत्र साध्यस्य संशयः अस्ति पृथिव्यामेव अतः तत् पुनः उदाहरणरूपेण न स्वीकर्तुं शक्नुमः हा अपि च इति नास्ति तदेव एकमेव तर्कः अत्र हा तदेव कारणम् एकः एव तर्कः सः तर्कः इति चेत् साध्ये पक्षे साध्यम् अस्ति वा न वा इति सन्देहः वर्तते इति कृत्वा साध्यम् अत्र पक्षः उदाहरणत्वेन यत्र कुत्रापि न वक्तुं शक्यते आं सत्यं तत्र साध्यमपि भवेत् हेतुः अपि भवेत् एव तदा एव तस्य उदाहरणरूपेण स्वीकुर्मः इत्युक्ते निश्चयरूपेण भवेत् निश्चयात्मकत्वेन भवेत् सत्यं हा तर्हि उदाहरणं तु निश्चयात्मकं भवेत् सत्यं सत्यं सन्देहात्मकं न भवेत् तदेव निश्चयात्मकं भवति यदि निश्चयात्मकम् अस्ति तदेव उदाहरणत्वेन स्वीकर्तुं शक्यते यत्र सन्देहः अस्ति तदेव पक्षत्वेन स्वीकर्तुं शक्यते अस्तु अग्रे यस्मात् सर्वा पृथिवी पक्षः अतः न अन्वयव्याप्तिग्रहः इति तदर्थः तदेव पुनः लिखितमस्ति अथवा पृथिवी इति पक्षः अतः अन्वयव्याप्तिविषये पृथिव्यां ग्रहणं न कर्तुं शक्नुमः तत्र पृथिवीमात्रस्य पक्षत्वात् इत्यस्यां पङ्क्तौ पक्षपदं प्रयुक्तं तर्हि पृथिवी इति पक्षः अस्ति पक्षे साध्यस्य विषये संशयः अस्ति अतः अन्वयव्याप्तिरूपेण तद् न स्वीकर्तुं शक्नुमः तदर्थस्तु न एतावता उक्तः आवश्यकं च तन्निरूपणं तदर्थस्तु इत्युक्ते महान् अत्र अस्माभिः किं कर्तव्यं पूर्वं मया उक्तमासीत् यदि वाक्यं पठति तस्मिन् वाक्ये यदि सर्वनामशब्दाः सन्ति सर्वनामशब्दानाम् अर्थः वक्तव्यम् आं सत्यं तदर्थस्तु न एतावता उक्तः अत्र पक्ष इति पद् इत्यनेन पक्ष इति अस्ति इति अहम् उत्तमं आवश्यकं च तद् निरूपणं पुनः तत्र तद् इत्यनेन पक्षः एव पक्षः निरूपणीयः पक्षः निरूपणीयः वक्ष्यमाणे हेत्वाभासप्रकरणे पक्षादीन् आदाय अनेकेषां हेत्वाभासानां वक्ष्यमाणत्वात् तर्हि अग्रे हेत्वाभासप्रकरणम् आगच्छति तत्र पक्षादीन् आदाय तत् स्वीकृत्य अनेकेषां हेत्वाभासानां विवरणं वयं वक्ष्यामः तत्र तस्य निरूपणमपि भवति अतः पक्षमादौ आह इत्युक्ते अत्र पक्षस्य विषये अन्ततो गत्वा किम् आगच्छति इत्युक्ते सन्दिग्धसाध्यवान् पक्षः इति भवति प्रथमतया, इत्युक्ते पक्षे साध्यस्य विषये संशयः भवेत्, साध्यमस्ति वा न वा इति संशयः अस्ति, तदेव पक्षः. द्वितीयं तु यथा धूमवत्वे हेतौ पर्वतः. महोदय अत्र पुनः वदतु महोदय, सन्दिग्धसाध्यवान् पक्षः किञ्चित् प्रतिपादयतु. हा अत्र वयम् अत्र पक्षस्य लक्षणं किम् इत्युक्ते साध्यसन्दिग्धवान् भवेत् पक्षः इति, तदेव अत्र अर्थः. इत्युक्ते साध्यस्य विषये पक्षे साध्यमस्ति वा न वा इति संशयः यदा अस्ति तदेव सन्दिग्धसाध्यवान् इति भवति. इदानीं समीचीनतया पक्षे साध्यम् अस्ति वा न वा इति. तर्हि सर्वदा पक्षम् इत्युक्ते सशविषाणम् इति कश्चन पदार्थः अस्ति वा न वा इति चिन्तनं, तादृशचिन्तनं नास्ति. प्रसिद्धत्वमेव सशविषाणम् इति कश्चन पदार्थः अस्ति वा न वा कुत्र इति तत्र चिन्तनमेव नास्ति. नास्ति प्रसिद्धत्वं नास्ति अतः कुत्रापि प्रसिद्धत्वं भवतु अप्रसिद्धत्वं भवतु, इदानीं यदि अहं वदामि घटः इति, घटः इति पदार्थम् अस्ति वा न वा इति सन्देहः अस्ति चेत् तत्तु इदानीं साध्यं न भवति. किमर्थम् इति चेत् पक्षः भवेत्, पक्षे साधनीयम्. सर्वदा सन्देहः, सन्देहस्य आकारः कः इति चेत् साध्यम् अस्ति वा न वा इति आकारः नास्ति, पक्षे साध्यम् अस्ति वा न वा इति. तर्हि सन्देहस्य विषये पक्षः अपि अन्तर्भवेत् सर्वदा. सत्यम्. अत्र वह्निः इति स्वीकृत्य यदि पश्यामः चेत् तत्र वह्निः इति साध्यमस्ति, परन्तु कुत्रापि वह्निः अस्ति इति साध्यं नास्ति. पर्वते एव वह्निः अस्ति वा न वा इति एव वह्नेः साध्यरूपेण यदा वयं स्वीकुर्मः चेत् पक्षे इत्युक्ते पर्वते अस्ति वा न वा इति एव चिन्तनीयम्. इत्युक्ते वह्निः अस्ति वा न वा लोके, वह्निः इति कश्चन पदार्थः अस्ति वा न वा इति चिन्तनं नास्ति अत्र. सत्यं सत्यं. पक्षे पर्वते वह्निः अस्ति वा न वा इति एव चिन्तनम्. अतः साध्यसन्दिग्धवान् पक्षः इत्युक्ते पक्षे साध्यम् अस्ति वा न वा इति सन्देहः भवेत्. तर्हि सन्देहात्मकः पक्षः भवति. पक्षज्ञाने, पाक्षिकज्ञाने तत्र पाक्षिकज्ञानं सन्देहात्मकं भवेत्. आम् आम्. अत्र स्प्रेड्शीट् मध्ये यदा वयं पठितवन्तः तत्र पक्षलक्षणम् इति अस्ति. सत्यं. साध्यसन्दिग्धवान् इति वयं. सत्यं सत्यं. नो चेत् सन्दिग्धसाध्यवान्. हा सन्दिग्धसाध्यवान् अस्तु अस्तु. इदानीम् अग्रे यथा अग्रे यथा धूमवत्वे हेतौ पर्वतः, तर्हि पर्वतः अत्र पक्षस्य उदाहरणमस्ति पर्वतः इति. तर्हि पर्वतः इति पक्षः कथमागच्छति इत्युक्ते अत्र धूमवत्वे हेतौ इति उल्लेखितमस्ति. तर्हि पर्वतः धूमवत् अस्ति, अपि च धूमः इति हेतुः अस्ति. अतः धूमः पर्वते अस्ति वा न वा इति, क्षम्यतां, धूमवत् इति तु पर्वतः एव अस्ति, तदेव पक्षस्य उदाहरणम् अस्ति. तदेव तस्य वाक्यस्य अर्थः. इतोपि किञ्चित् स्पष्टतया वक्तव्यं. यथा धूमवत्वे हेतौ पर्वतः. धूमः अत्र किञ्चित् प्रौढता अस्ति. धूमवत्वे हेतौ इति इत्यस्य अर्थः कः भवति? तु सप्तमी द्विवचनं खलु. न, द्विवचनं नास्ति. किमस्ति हेतु? गुरु इति हि उकारान्तशब्दस्य गुरौ इति किमस्ति? हेतौ इति सप्तमी एकवचनं, धूमवत्वे इति सप्तमी एकवचनं. सप्तमी एकवचनं. तर्हि हेतौ धूमवत्वे सप्तमी, तदपि सप्तमी एकवचन हे धूमवत्वे. अस्तु, तर्हि अत्र कीदृशसप्तमी इति चिन्तयतु. हा अत्र यथा धूमवते हेतौ पर्वतः इत्युक्ते पर्वतः इति एव उदाहरणमस्ति यत् पक्षस्य न पक्षस्य उदाहरणं नास्ति अत्र समीचीनम् अस्ति वा पर्वतः इति किं पक्षः एव इति पक्षः एव आं सत्यं पक्षस्य उदाहरणम् इति मा वदतु तदेव मम आशयः तदेव पक्षः इति बुद्धं बुद्धं किन्तु स्पष्टता कुर्वन् न्यायशैल्यां यदा उदाहरणं स्पष्टतया वक्तव्यं पक्षस्य उदाहरणमिति नास्ति पक्षः अत्र कः इति चेत् पर्वतः पक्षः पर्वतः अत्र गुरौ हेतौ पर्वतः अत्र विषयस्य धूमवत् अस्ति पर्वतः तर्हि सति सप्तमी वा धूमवत् पर्वतः धूमवत्त्वे हेतौ सति पर्वतः साध्यसन्दिग्धवान् पक्षः धूमवत्त्वे हेतौ सति पर्वतः साध्यसन्दिग्धवान् पक्षः अत्र एवम् अवगन्तव्यं धूमवत्त्वे हेतौ सति साध्यसन्दिग्धवान् पक्षः यथा पर्वतः इति यथा पर्वतः इति अन्वयः भवेत् इत्युक्ते एवमेव पर्वतः साध्यसन्दिग्धवान् नास्ति नास्ति यस्मिन् पर्वते यदि पर्वतः धूमवान् अस्ति धूमवत्त्ववान् अस्ति धूमवान् अस्ति धूमवत्त्वा धूमवान् इति वदेम यदि पर्वतः धूमवान् अस्ति तर्हि धूमवत्त्वे पर्वते जाते तादृशपर्वते साध्यमस्ति वा न वा सत्यम् इति चेत् तादृशपर्वतः पक्षः भवति हा तत् हेतुमान् इति अपि भवेत् अतः पक्षः पक्षस्य लक्षणं तादृशं लिखितमस्ति खलु हेतुमान् भवेत् पक्षः सत्यं साध्यसम्भावनावान् भवेत् साध्यसन्दिग्धवान् अपि भवेत् हा सत्यं साध्यसम्भावनावान् अपि भवेत् एतत् सर्वम् अस्माभिः चिन्तितं चिन्तितम् आम् प्रसिद्धत्वं पक्षलक्षणम् अत्र व्याप्तिचिन्तनम् इति स्प्रेड्शीट् मध्ये पक्षलक्षणम् इत्यत्र चत्वारि बिन्दुः चत्वारः बिन्दवः मया स्थापितं प्रसिद्धत्वं भवेत् इत्युक्ते ससविषाणम् इति कश्चन अप्रसिद्धपदार्थः लोके येन केनापि प्रमाणेन न ज्ञातुं शक्यते तादृशपदार्थः पक्षत्वेन न स्वीकर्तुं शक्यते तर्हि प्रसिद्धत्वं भवेत् साध्यसन्दिग्धवान् भवेत् साध्यसम्भावनावान् भवेत् हेतुमानपि भवेत् इति अत्र पक्षस्य लक्षणम् अस्तु तदनन्तरं निश्चितसाध्यवान् सपक्षः अस्तु तर्हि पुनः अत्र पक्षस्य विषये एव पक्षलक्षणस्य विषये एव यथा तत्रैव महानसम् इति उल्लेखितमस्ति अत्र पक्षः कीदृशः तर्हि निश्चितसाध्यवान् तत्र साध्यं भवेत् एव यथा तत्र एव साध्यं भवेत् एव इति इतोपि ऐ मीन् टुडे ऐ एम् एक्चुलि कीपिङ्ग् इट् लैक् अ टेस्ट् ऐ एम् इन्सिस्टिङ्ग् रियलि that you have to say the right words astu tarhi nischita sadhyavan paksha sapakshah itte kim nischita sadhyavan sapakshah iti samasta padam asti va sahapakshah iti athva sapakshah pakshena sah iti asti va pakshena sah nasti sadhyena sah vartate iti साध्येन सह वर्तते इति कृत्वा सपक्षः सपक्षः अस्तु अस्तु ओ अस्तु साध्येन सह निश्चितसाध्यवान् सपक्षः तर्हि तस्य अर्थः मन्ये पक्षे साध्यम् अस्ति एव इति निश्चितरूपेण इति भवति वा निश्चितसाध्य अथवा साध्यं हा अथवा साध्यं निश्चयेन पक्षे अस्ति इति न साध्यं निश्चयेन पक्षे अस्ति इति न वक्तव्यं निश्चय इति पदम् कुत्र स्थापनीयम् इत्यस्मिन् विषये चिन्तनीयम्. अत्र एवकार आङ्ग्लभाषायां वदामः खलु ओन्ली इति पदं कुत्र स्थापयामः तत्र अर्थः विद्यते. ओन्ली शी स्टडीस्, शी ओन्ली स्टडीस् इति अस्ति चेत् तत्र अर्थभेदः भवति खलु. एवम् अत्र निश्चय इति पदं कुत्र स्थापनीयं, नो चेत् निश्चय इति पदं तस्य अवच्छेदकः भवति, तस्य विशेषणं भवति. साध्यं निश्चयेन पक्षे भवेत् इति भवति. निश्चयेन पक्षे भवेत् इत्यस्य अर्थः कः? वस्तुतः अर्थः एव नास्ति तस्य वाक्यस्य. भवान् भवतः आशयम् आशाप्रकटनं करोति किम्? ऐ मीन् वाट् यु आर् सेयिङ्ग् इस् द साध्य हेस् टु बि देर् आन् दि पक्ष. What does that mean? I mean, you don't decide that, right? Tarhi nischayam iti padam kena saha atra anvayaha tasya bhavet. Sadhyasya visheva? Nischit sadhyam? Nischit sadhyam? Na, nischit sadhyam isi artah kaha. Tasya artah api nabhavati. Ataha eva brahma jataha nischit ityasya. No, all these we read from the beginning. We have been reading these things, but maybe, you know, you have not understood. Therefore, I am trying to cross-question to... Astu, atra Ramesh Mahodaya, bhavan kim chintayati? Nischita sadhyavan sapakshaha. Iti atra nischaya iti padam. Nischita sadhyavan, Mahodaya? Sapakshaha. तत्र निश्चित इति शब्दं केन सह अन्वयति? इत्युक्ते अत्र अस्य वाक्यस्य अर्थं वदतु, स्वशब्दैः वदतु. सपक्षः इत्युक्ते कः? सपक्षः पक्षेन सह वर्तते वा? न पक्षेन सह पक्षः वर्तते वा? यत्किमपि पक्षेन सह पक्षः वर्तते न यः उदाहरणमस्ति सः उदाहरणं सपक्षः अस्ति. अस्तु, निश्चय इति पदं, निश्चय इति कस्य विशेषणं भवितुम् अर्हति? निश्चय, संशय इति एतादृशपदं कस्य विशेषणं भवितुम् अर्हति? साध्यस्य विशेषणं भवितुम् अर्हति. न, निश्चयसाध्यम् इत्युक्ते किम्? निश्चयसाध्यं न, निश्चयसाध्यम् इत्युक्ते किमपि नास्ति. परन्तु साध्यस्य विशेषणं न भवति, पक्षस्यापि विशेषणं न भवति. निश्चयपक्षः इत्युक्ते इति अर्थः कः? किमपि नास्ति. भवान् उदाहरणस्य विशेषणं भवति निश्चित इति. नास्ति, निश्चित अतः उदाहरणम् इत्युक्ते निश्चित उदाहरणम् इत्यस्य अर्थः कः? न, निश्चित साध्यवान् इति महानसम् इति. निश्चित साध्यवान् महान् अस्तु भवतु, किन्तु निश्चय इति पदं कस्य विशेषणं भवति इति प्रश्नः. साध्यवान् यदस्ति तस्य साध्यवान् अहं वदामि. निश्चितसाध्यवान् सपक्षः इत्युक्ते साध्यं पक्षे अस्ति इति निश्चयज्ञानम्. निश्चित नो चेत् निश्चय इति पदं ज्ञानस्य विशेषणं भवति. तदेव अस्माभिः अवीतम् अवगतं खलु. इत्युक्ते सप्रकारकज्ञानानि इति अस्माभिः पठितं, तत्र सन्देहः, निश्चयः इति एतत् सर्वम् अस्माभिः अधीतं। तर्हि ज्ञानस्य विशेषणं भवति निश्चयात्मकज्ञानं, संशयात्मकज्ञानं, प्रमात्मकज्ञानं, भ्रमात्मकज्ञानं इति प्रमा, भ्रम, निश्चय, संशय इति एतानि पदानि ज्ञानस्य विशेषणं भवति। साध्यवान् सपक्षः इत्यस्य अर्थः कः? सपक्षः इत्युक्ते किम् इति चेत् साध्यं पक्षे अस्ति इति निश्चयज्ञानं, निश्चयात्मकज्ञानं यदि अस्ति तदा सः सपक्षः इति इति वक्तव्यम्। निश्चयम् अत्र साध्ये अपि नास्ति, पक्षे अपि नास्ति, ज्ञाने अस्ति। यदि साध्यं पक्षे अस्ति वा इति ज्ञाने संशयात्मकं ज्ञानमस्ति चेत् तादृशज्ञानस्य विषयः यदस्ति पक्षः, तद् साध्यसन्दिग्धः, तदेव पक्षः भवति। साध्यं पक्षे अस्ति वा इति सन्देहात्मकज्ञानमस्ति चेत् तादृशपक्षः एव पक्षः। साध्यं पक्षे अस्ति इति निश्चयात्मकं ज्ञानमस्ति चेत् तादृशपक्षः सपक्षः। यथा महानसं, महानसम् इति अत्र सपक्षः अस्ति। किमर्थं महानसं सपक्षम् इति चेत् महानसे सपक्षे वह्निः साध्यम् अस्ति इति निश्चयात्मकज्ञानं वर्तते इति कृत्वा महानसं सपक्षः। हा, तर्हि यत्र संशयज्ञानमस्ति तद् पक्षः, यत्र तर्हि निश्चयः संशयः इति ज्ञानेन सह वक्तव्यं, ज्ञानेन तत्रैव अन्वयः। वदतु, इदानीं वदतु महोदय। अधुना तदेव आगतम्, अत्र सन्दिग्धज्ञानं यदस्ति अथवा संशयज्ञानमस्ति सः पक्षः, यत्र निश्चितज्ञानमस्ति सः सपक्षः। अपि च अत्र ज्ञानस्य आकारः अपि वदतु इतोपि किञ्चित् स्पष्टतया। ज्ञानस्य आकारः इति निश्चित साध्यवान् इति ज्ञानस्य आकारः, सः सपक्षः। सन्दिग्ध इत्युक्ते अत्र ज्ञानस्य विषयं किम् इति वदतु महोदय। आकारः इत्युक्ते विषयः कः? साध्यं हा, साध्यं निश्चितसाध्यम् इति सपक्षः अथवा न तत् त्यजतु इदानीं। निश्चितसाध्यवान् सपक्षः इति एव उक्तं मूले, तस्य अर्थः कः? यथा मया उक्तं तादृशं वदतु। हा, तर्हि साध्यं पक्षे अस्ति इति निश्चयज्ञानम् एव सपक्षः। उत्तमम्। इति निश्चयमस्ति चेत्, निश्चयज्ञानमस्ति चेत् सः सपक्षः भवति। साध्यं पक्षे अस्ति वा न वा इति संशयज्ञानम् अस्ति, तद् स एव पक्षः। अपि च विपरीतरीत्या यत्र साध्याभावः अस्ति, पक्षे अस्ति इति निश्चयज्ञानं यत्र अस्ति स एव विपक्षः इति आगच्छति। हा, इत्युक्ते समीचीनं, इदानीं भवता समीचीनतया उक्तं। साध्यं नो चेत् साध्य अभावः, साध्य अभावः अस्ति इति निश्चयज्ञानं यस्मिन् भवति सः विपक्षः। साध्यम् अस्ति इति निश्चयात्मकज्ञानं यस्मिन् भवति सः सपक्षः। साध्यम् अस्ति वा न वा इति सन्देहः यस्मिन् भवति, सन्देहात्मकज्ञानं यस्मिन् भवति सः पक्षः इति अर्थः। बुद्धं खलु? आं महोदय, बुद्धं समीचीनतया। अस्तु, तर्हि यदि बुद्धं तर्हि एकं प्रश्नं पृच्छामि, तस्य उत्तरं कः वदति? अस्तु, अन्य कोऽपि वदतु इदानीं। वर्षा भगिनी वदति वा? अन्वयव्याप्तिस्थले अन्वयव्याप्तिस्थले उदाहरणत्वेन किं भवितुम् अर्हति? पक्षः वा सपक्षः वा विपक्षः वा, येषु मध्ये अन्वयव्याप्तिस्थले उदाहरणत्वेन किं भवितुम् अर्हति? सपक्षः. उत्तमम्. हा, सपक्षः इति वदति चेत् अहम् अवगच्छामि भवती अवगतवती इति. अस्तु, अन्वव्यतिरेकव्याप्तिस्थले उदाहरणत्वेन किं वक्तुं शक्नुमः? विपक्षः. उत्तमम्, बहु उत्तमम्. अस्तु, इदानीम् अस्माकं केवलान्वयि स्थले यत् उदाहरणत्वेन उक्तं तस्मिन् सपक्षत्वं निरूपयति वा? अत्र तु पट्टः इति उदाहरणं स्वीकृतं. सम्पूर्णवाक्यं वदतु एकवारं पुनस्मारणाय. घटः अभिधेयः प्रमेयत्वात् पटवत् इति वाक्यमस्ति. अत्र उदाहरणमस्ति पटः. अत्र उदाहरणं किम्? पटे निश्चितसाध्यः निश्चितज्ञानमस्ति इति महोदय, ऐ एम् नाट् एबल् टु एक्स्प्लेन् महोदय. ऐ अण्डर्स्टुड् इट्, ऐ एम् नाट् एबल् टु एक्स्प्लेन् प्रापर्लि. अत्र अतः क्रमेण गच्छतु. पुनः एकवारम् आकारः वदतु, केवलान्वयि अनुमान आकारवाक्यं वदतु. तदेव, घटः अभिधेयः पट प्रमेयत्वात् पटवत् इति वाक्यमस्ति. सत्यम्. अस्तु, समीचीनं. घटः अभिधेयः प्रमेयत्वात् पटवत्. अस्तु, इदानीम् अत्र उदाहरणमस्ति पटः. पटे निश्चयात्मकज्ञानमस्ति. ज्ञानस्य विषयः कः? ज्ञानस् अभिधेयत्वम्. सत्यम्. अभिधेयत्वं पटे अस्ति. अभिधेयत्वम् इति साध्यम् अस्ति इति निश्चयात्मकज्ञानं पटे अस्ति इति कृत्वा पटः सपक्षः अस्ति. एवं वक्तव्यम्. उत्तमम्. इदानीं व्यतिरेकव्याप्तिवाक्यं अनुमानवाक्यं वदतु. पृथ्वी इतरेभ्यो विद्यते गन्धवत्वात् इति. अस्तु, अत्र उदाहरणं किम्? अत्र जलमेव उदाहरणं भवति. यन्नैवं तन्नैवं यथा जलम् इति सम्पूर्णवाक्यं खलु? यन्नैवं तन्नैवं यथा जलम् इति. पृथिवी इतरेभ्यः विद्यते गन्धवत्वात् यन्नैवं तन्नैवं यथा जलम्. अस्तु, इदानीं जलम् इति विपक्षः. विपक्षत्वं जले निरूपयतु. अत्र निश्चयेन ज्ञानमस्ति. अत्र अत्र आत्मक इति पदं प्रयोगं कृतं. निश्चयात्मकज्ञानमस्ति. ज्ञानमस्ति जले गन्धवत्वं न अस्ति इति. तावदेव. उत्तमं. गन्धवत्वम् इति हेतुः. हेतु इतरभेदः जले नास्ति इति. साध्यं नास्ति इति. निश्चयात्मकज्ञानमस्ति. हा, उत्तमं. बहु उत्तमं भगिनि. एवं वक्तव्यं. जले इतरभेद अभावः. इतरभेदः इति साध्यः. साध्य अभाववत् अस्ति जलम् इति कृत्वा जलं विपक्षः अस्ति. तर्हि व्यतिरेकव्याप्तिस्थले विपक्षः उदाहरणत्वेन स्वीकर्तुं शक्यते. अन्वयव्याप्तिस्थले सपक्षम् उदाहरणत्वेन स्वीकर्तुं शक्यते. पक्षस्तु साध्यसन्दिग्धवान् भवति, सन्दिग्धसाध्यवान् भवति. अस्तु, बहु उत्तमं. तर्हि अग्रे वर्षा भगिनी भवती एव पठतु सन्दिग्धम्. सन्दिग्धम् इत्यस्य संशयविषयः इत्यर्थः. तादृशं च साध्यं सन्दिग्धसाध्यं तद्वान् यः सः पक्षः पर्वतः वर्णिमान् इति अनुमितिस्थले पर्वतः तथाविधः तत्र च अस्ति साध्यसन्देहः पर्वतः वर्णिमान् न वा इति आकारकः यद्यपि सन्दिग्धसाध्यवान् इत्यत्र साध्यवान् इति आधार आधेयभावबोधकः मतुप्रत्ययः अस्ति तथापि ज्ञानविषयत्वबोधकसन्दिग्धपदलेखनात् अत्र विषयत्वम् एव ग्राह्यम् तथा च साध्यप्रकारकसन्देहविशेष्यत्वं पक्षलक्षणं लभ्यते. अत्र तु सन्दिग्ध अत्र सन्दिग्ध सन्दिग्धम् इत्यस्य संशयविषयः इति अर्थः सन्दिग्धस्य अर्थः संशयविषयः अत्र सन्दिग्धसाध्यम् इत्युक्ते अत्र पर्वतः वर्णिमान् वा न वा इति आकारकः अस्ति ज्ञानस्य आकारकः सन्दिग्धज्ञानस्य आकारकः अस्ति पर्वतः वर्णिमान् न वा इति अत्र वर्णिमान् इति पदे सन्दिग्धसाध्यवान् इति पदे सोरि साध्यवान् इत्युक्ते आधार आधेयभावः बोधयितुं मतप्रत्ययस्य प्रयोजनं कृतं तथापि अत्र तादृश अस्य वा अस्ति वा अस्य वा अस्मिन् वा इति अर्थं न अवगन्तव्यं परन्तु ज्ञानविषयत्वबोधकसन्दिग्धपदलेखनात् किम् उक्तवती अस्मिन् अस्य वा इति न अवगन्तव्यम् इति किमर्थं वदति देन् वाट् डस् इट् मीन् तथापि ज्ञानविषयत्वबोधकसन्दिग्धपदलेखनात् अत्र विषयत्वमेव ग्राह्यम् अत्र विषयत्वम् अस्ति वा न वा इति एव द्रष्टव्यम् इति अर्थम् अस्ति किल महोदय तत् सम्यक्तया न अवगतं दोस् टु लैन्स् लास्ट् टु लैन्स् अस्तु अत्र साध्यसन्दिग्धवान् पक्षः खलु तर्हि अत्र वान् इति अस्ति अत्र कः प्रत्ययः अस्ति मतुप् उत्तमं मतुप्रत्ययस्य अर्थः कः अस्ति वा अस्मिन् वा अस्तु अत्र तु अस्य इत्यस्मिन् अर्थे प्रयुक्तं वा अस्मिन् इत्यस्य अर्थे प्रयुक्तं वा अस्य इति अर्थे अस्ति इति वा महोदय न अस्मिन् इत्यस्मिन् अर्थे एव प्रयुक्तम् अस्मिन् इत्यस्मिन् अर्थे एव प्रयुक्तं तर्हि अस्मिन् इत्युक्ते अधिकरणं सूचयति खलु इत्युक्ते सप्तमी सप्तमी कति विधाः भवन्ति विषयसप्तमी अधिकरणसप्तमी सतिसप्तमी उत्तमं बहु समीचीनम् अत्र तु सतिसप्तमी न भवति सतिसप्तमी अर्थे मतुप्रत्ययस्य प्रयोगः न कर्तुं शक्यते अधिकरणम् तर्हि इदानीम् अवशिष्टमस्ति अधिकरणसप्तमी नो चेत् विषयसप्तमी ओ अधिकरणसप्तमी नास्ति परन्तु विषयसप्तमी अस्ति इति वा महोदय यदि आधार आदेयभावः स्वीकुर्मः तदा घटः भूतले अस्ति तत्र सप्तमी भूतले इत्यत्र सप्तमी किन्तु तत्र अधिकरणमस्ति इति कृत्वा अधिकरणसप्तमी भूतले इत्यत्र किन्तु अत्र साध्यसन्दिग्धवान् पक्षः इत्यत्र तर्हि एवमेवं स्वीकुर्मः घटवद्भूतलं घटवद्भूतलम् इत्यत्रापि मतुप् अस्ति खलु घटवत् तत्र मतुप्रत्ययः अस्मिन् अर्थे प्रयुक्तमस्ति किन्तु अस्मिन् इत्यस्य अर्थः कः इति चेत् अधिकरणमस्ति घटस्य अधिकरणमस्ति भूतलम् इति कृत्वा अधिकरणार्थे अस्मिन् अर्थे मतुप्रत्ययः प्रयुक्तः अस्ति तादृशम् अत्र न स्वीकर्तव्यं सन्दिग्धसाध्यवान् पक्षः इत्यत्र मतुप्रत्ययः अस्मिन् अर्थे प्रयुक्तं किन्तु अस्मिन्नर्थे अत्र अधिकरणार्थे प्रयुक्तं वा विषयार्थे प्रयुक्तं वा इति चेत् विषयार्थः स्वीकरणीयः किमर्थम् किमर्थम् अत्र ज्ञानविषयमेव बोधयति अत्र साध्यवान् इति पदेन साध्यज्ञानं बोधयति इति कृत्वा सन्दिग्धपदलेखना तत्र तदेव मुख्यवार्ता. सन्दिग्ध इति पदमस्ति खलु. अतः एव मया यदा अहं मेहुल् महोदयेन सह चर्चितवान् तत्र सन्देहः निश्चयः इति कस्य विशेषणं भवति इति चेत् ज्ञानस्य एव विशेषणं भवति खलु. इति कृत्वा सन्दिग्धसाध्यवान् पक्षः सन्दिग्धसाध्यवान् इति एकमेव पदं समस्तपदे सन्दिग्ध इति पदं प्रयुक्तमस्ति इति कृत्वा तेन प्रभावेन अत्र मतुप्रत्ययस्य विषयविसप्तमी अर्थे प्रयुक्तं न तु अधिकरणार्थे इति अवगन्तव्यम्. अतः एव अस्माभिः वक्तुं शक्यते निश्चितसाध्यवान् सपक्षः इत्युक्ते साध्यम् अस्ति वा न साध्यम् अस्ति इति निश्चयात्मकज्ञानं यस्मिन् अस्ति सः एव सपक्षः. सन्दिग्धसाध्यवान् पक्षः इत्युक्ते साध्यम् अस्ति वा न वा इति सन्देहः सन्देहज्ञानं यस्मिन् अस्ति सः एव पक्षः. तर्हि सर्वत्र सन्देहज्ञानं यस्मिन् अस्ति निश्चयज्ञानं यस्मिन् अस्ति साध्य अभावम् अस्ति इति निश्चयज्ञानं यस्मिन् अस्ति तत्र निश्चयज्ञानं संशयज्ञानमिति वदामः खलु. इति कृत्वा अत्र मतुप्रत्ययः विषयसप्तम्य अर्थे प्रयुक्तं न तु अधिकरणार्थे इति उक्तं. बुद्धं खलु? तथा च साध्यप्रकारकसन्देहविषयत्वं प्रत्यक्षपक्षलक्षणम् अस्तु. अग्रे भगिनि. एवमेव निश्चितसाध्यवान् इत्यत्र निश्चयविषयः यत् साध्यं तद्वान् वाक्यात् प्रतीयते. यस्य ज्ञानस्य विषयं निश्चयात्मकम् अस्ति तदेव बोधयति इति दत्तमस्ति. पुनः वदतु, समीचीनतया न उक्तवती. यस्य ज्ञानस्य विषयः निश्चयात्मकमिति न वक्तव्यम्. ज्ञानं निश्चयं भवति, निश्चयात्मकज्ञानं सर्वदा निश्चयम् इति पदं वा सन्देहम् इति पदं वा सन्देहात्मक निश्चयात्मकज्ञानं ज्ञानेन सह एव एतेषां पदानाम् अन्वयः भवति. तदेव उचितमस्ति. विषयस्तु घटः अस्ति, घटे किमपि निश्चयं वा संशयं वा नास्ति. ज्ञाने संशयः अस्ति, घटविषयकज्ञाने संशयः भवितुम् अर्हति, निश्चयः भवितुम् अर्हति. अस्तु, इदानीं पुनः वदतु. यत्र निश्चयात्मकज्ञानम् अस्ति यत् पक्षे तत् निश्चितसाध्यवान् इति भवति. सत्यं. हा, उत्तमम्. निश्चितविषयः इत्युक्ते ज्ञानस्य विषयः इति, निश्चयात्मकज्ञानस्य विषयः इति अर्थः. निश्चितविषयः इत्युक्ते विषयः इति घटः, किन्तु निश्चितविषयः इत्युक्ते निश्चितघटः इति नास्ति. अत्र निश्चयात्मकज्ञानस्य विषयः घटः. अस्तु, तदेव इत्युक्ते महानसं. निश्चयात्मकज्ञानस्य विषयः महानसमस्ति इति कृत्वा तत्र तत् सपक्षः भवति. अग्रे. तथापि ज्ञानार्थकनिश्चितपदेन साध्यप्रकारकनिश्चयविशेष्यत्वमेव इह निकृष्टं सपक्षस्य लक्षणं वाच्यम्. ज्ञानार्थकनिश्चितपदेन अत्र निश्चयात्मकज्ञानम् इति पदेन साध्यप्रकारकनिश्चयविशेष्यत्वम् अत्र साध्यज्ञानं ज्ञानस्य प्रकारकः निश्चयविशेष्यत्वं प्रकारकनिश्चयविशेष्यत्वं साध्य अत्र विशेष्यः कः विशेष्यः कः इदानीं मनसि चित्रं भवेत्. ज्ञानं विषयत्रयेषु वर्तते. इति अस्माभिः अवगतम्. प्रकारः संसर्गः विशेष्यः. विशेष्यः इत्युक्ते आधारः यस्मिन् ज्ञानमस्ति इति. सत्यं. तर्हि अत्र सपक्षस्य उदाहरणं किम्? सपक्षस्य उदाहरणं महानसम्. उत्तमं. तर्हि महानसमेव विशेष्यमस्ति. तत् किं प्रकारः अस्ति महानसम्? निश्चयात्मक. प्रकारः कः? ज्ञानं प्रकारतासम्बन्धेन कुत्र वर्तते? प्रकारतासम्बन्धेन विशेष्ये वर्तते. विशेष्यतासम्बन्धेन विशेष्ये वर्तते. सोरि सोरि, प्रकारतासम्बन्धेन इदानीं महानसं. प्रकारतासम्बन्धेन कुत्र वर्तते? वह्निः इति साध्यं खलु, अतः एव अत्र लिखितं साध्यप्रकारक. साध्यप्रकारकं वह्निप्रकारकमस्ति. वह्निः महानसे इति एव आकारः. महानसे विशेष्यं, विशेष्यता, ज्ञानं विशेष्यतासम्बन्धेन महानसे वर्तते. प्रकारतासम्बन्धेन साध्ये वह्नौ वर्तते. अपि च अत्र अवच्छेदकः कः इति चेत्, ज्ञानं विशेष्यतासम्बन्धेन विशेष्ये महानसे वर्तते. सा विशेष्यता केन अवच्छिन्ना इति चेत्, निश्चयत्वेन अवच्छिन्ना खलु. इति निश्चयत्वविशेष्यता, निश्चयविशेष्यत्वमेव. उभयत्र केवलम् अत्र विशेष्येव निश्चयः अस्ति. प्रकारे प्रतिध्वनिः अस्तु. प्रकारे अपि निश्चयः अस्ति, विशेष्ये तु भवत्येव. तर्हि अत्र साध्यप्रकारकनिश्चयविशेष्यत्वं. तर्हि निश्चयः कः, निश्चयत्वं कुत्र अस्ति इति चेत्, प्रकारे अस्ति, विशेष्ये नास्ति. वस्तुतः प्रकारे अस्ति इत्युक्ते विशेष्ये महानसे वह्निः अस्ति, निश्चयेन अस्ति इति ज्ञानम्. विशेष्ये महानसे वह्निः साध्यं, निश्चयेन अस्ति इति ज्ञानम् एव अर्थः. निश्चयसाध्यवान्, निश्चितसाध्यवान् सपक्षः इत्यस्य, तदेव लक्षणं तस्यापि. अस्तु अग्रे भगिनि समापयामः. इतोपि एकनिमिषं स्वीकरोति विपक्ष. विपक्षलक्षणे अपि इत्थमेव. तत्रापि साध्य अभावप्रकारकनिश्चयविशेष्यत्वं विपक्षस्य लक्षणं पर्यवसति. अत्र विपक्षः इति स्थले तु कुत्र वन्यभावः इत्युक्ते हृदे वन्यभावः इति वक्तुं शक्यते. अत्र अत्र विशेष्यः अस्ति हृदः. अत्र साध्यभावः इत्युक्ते वन्यभावः. वन्नि अभावप्रकारक, तदेव प्रकारकः अस्ति. निश्चयविशेष्यत्वं, विशेष्यः हृदः केन सम्बन्धेन अवच्छिन्ना इत्युक्ते निश्चयत्वेन, केन सम्बन्धेन न, कथम् अवच्छिन्ना इत्युक्ते निश्चयत्वेन अवच्छिन्ना भवति. अतः भवति वस्तुतः अत्र निश्चयः कुत्र, निश्चयत्वस्य अवच्छिन्न अवच्छेदकत्वं कुत्र अस्ति इति चेत्, प्रकारे वक्तव्यमस्ति. साध्य अभावः, वह्निः अभावः निश्चयेन विशेष्ये जले अस्ति, हृदे अस्ति इति ज्ञानम्. तर्हि साध्य अभावप्रकारकनिश्चयविशेष्यत्वं कुत्र अस्ति? हृदे अस्ति, महाहृदे अस्ति इति कृत्वा महाहृदः विपक्षः भवति. तदेव अत्र यदि चित्रं पश्यामश्चेत् पश्यतु, विपक्षः महाहृदः. तर्हि तत्र निश्चयः अस्ति, निश्चयः वह्नि अभावे अस्ति, अपि च महाहृदे अपि अस्ति. उभयत्र निश्चयः अस्ति. उभयत्र निश्चयः अस्ति. महानसे क्षम्यतां महाह्रदे, तर्हि महाह्रदः इति विपक्षः अस्ति. निश्चयः कुत्र अस्ति, कस्मिन् विषये अस्ति इति चेत् महाह्रदे अपि विशेष्ये अपि निश्चयः अस्ति, वन्य अभावः इति साध्ये अपि निश्चयः अस्ति, उभयत्र अत्र निश्चयः अस्ति इति कृत्वा सः विपक्षः भवति. किन्तु किमर्थं विपक्षः इति चेत् अभावं साध्य अभावं स्वीकृत्य अत्र उक्तः अस्ति इति कृत्वा. एवं महानसः महानसमिति सपक्षः. तर्हि महानसे अत्र निश्चयः कुत्र अस्ति इति चेत् वह्नौ अपि निश्चयः अस्ति, महानसे अपि निश्चयः अस्ति, किन्तु पर्वतः इति पक्षः. किमर्थं पर्वतः पक्षः इति चेत् अत्र संशयः वर्तते. संशयः कुत्र अस्ति, वह्नि अभावः इति संशयः पर्वते अस्ति. अत्र पश्यन्तु सर्वत्र संशयः निश्चयः निश्चयः इति एव लिखितम्. अत्र प्रमा इति वा भ्रमा इति वा न लिखितम्. इत्युक्ते निश्चयः अस्ति कश्चन, तदेव अग्रे हेत्वाभासस्तरे एतत् सर्वं चिन्तयामः. भवतु, इदानीं समयः जातः, अत्र स्थगेम. अद्य किञ्चित् पुनस्मारणत्वेन जातं वर्गं, किन्तु ये विषयाः अस्मिन् वर्गे चिन्तिताः सन्ति तेषां कृपया पुनश्चिन्तनं कुर्वन्तु. नो चेत् यदा हेत्वाभासः पठेम तत्र महान् क्लेशः अनुभवन्ति. अपि च केवलं हेत्वाभास अवगमनार्थम् एतदिति नास्ति. पक्षः इत्युक्ते किं, यदा वेदान्तं पठेम तत्रापि अनुमानं बहु किमपि अनुमानस्य प्रयोगः समीचीनतया क्रियते, तत्रापि पक्षः इत्युक्ते एषः एव लक्षणम्, एतदेव लक्षणं पक्षस्य. सर्वत्र सर्वैः अङ्गीकृतं लक्षणमस्ति पक्षस्य लक्षणं, हेतोः लक्षणं, साध्यस्य लक्षणम् इति एतत् सर्वम् अवगतमस्ति, अङ्गीकृतमस्ति सर्वैः सर्वैः दार्शनिकैः अङ्गीकृतमस्ति इति कृत्वा पक्षः इत्युक्ते किं, पक्षस्य लक्षणं किं, हेतोः लक्षणं किं, साध्यस्य लक्षणं किम् इति समीचीनबोधः सर्वेषां मनसि भवेत्. कृपया पुनः पुनः चिन्तयन्तु. अग्रे इतोपि अग्रिमवर्गे चिन्तयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.